गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः सर्वेषां सुस्वागतं न्यायवर्गे इदानीं वयं गुणानां निरूपणम् इत्यस्मिन् अवसरे स्मः तत्र गते वर्गे रूपम् इति चतुर्विंशतिगुणेषु प्रथमगुणः रूपम् इति तस्य निरूपणस्य विषये अस्माभिः किञ्चिदिव अधीतं तत्र चक्षुर्मात्रो ग्राह्यो गुणः रूपम् इति रूपस्य लक्षणं निर्दिष्टमस्ति मूलग्रन्थे चक्षुर्मात्रग्राह्यो गुणः रूपम् तत्र अस्माभिः किं दृष्टम् इति चेत् अस्मिन् वाक्ये लक्षणवाक्ये त्रीणि दलानि सन्ति इति तानि कानि इति चेत् चक्षुर्ग्राह्यः रूपम् इति प्रथमं दलं चक्षुर्मात्रग्राह्यः इति द्वितीयं दलं गुणः इति तृतीयं दलम् इदानीं भावरूपेण वक्तव्यं चेत् चक्षुर्ग्राह्यत्वं रूपे अस्ति चक्षुर्मात्रग्राह्यत्वम् इत्युक्ते चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपे अस्ति तत्र चक्षुर्मात्रग्राह्यं चक्षुर्मात्रग्राह्यत्वं तत्र मात्रपदस्य योजनेन केवलं चक्षुषा गृह्यते इति तत्र चक्षुषा गृह्यते इति बोधः नास्ति किन्तु अन्यैः इन्द्रियैः न ग्राह्यते रूपम् इति अपि बोधः अस्ति अतः चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपे अस्ति अपि च गुणत्वं रूपे अस्ति इति त्रीणि दलानि अस्माभिः अधीतानि तत्र दलसार्थक्यस्य विषये इदानीं वयं स्मः दलसार्थक्यम् इत्युक्ते किं यावन्ति दलानि आवश्यकानि सन्ति तावन्ति एव लक्षणवाक्ये भवेत् तत्रैव लाघवमस्ति इति कृत्वा इदानीं एकं दलं वा नो चेत् दलद्वयं वा त्यजामश्चेत् अतिव्याप्तिः वा तादृशदोषाः भवन्ति वा इति दर्शनमेव दलसार्थक्यम् इति कथ्यते अतः दलसार्थक्ये अवसरे वयं स्मः तस्मात् पूर्वं तत्र इदानीम् अग्रे गमनात् पूर्वं किञ्चिदिव सामान्यरीत्या तत्र न्यायभाषां न्यायशैलीम् अनुपयुज्य सामान्यशैल्या तत्र किं किमस्ति इति दृष्ट्वा तदनन्तरं साक्षात् पाठं प्रति गच्छेमश्चेत् सरलरीत्या अवगमनं भवति इति कृत्वा किञ्चिदिव चिन्तयेम तस्मात् पूर्वं प्रथमं भानुचैतन्यमहोदय भवान् वदति वा चक्षुषा तत्र सप्तपदार्थाः सन्ति किल द्रव्यगुण कर्मसामान्यविशेषसमवाय अभावाः इति सप्तपदार्थाः सन्ति तेषु पदार्थेषु चक्षुषा के पदार्थाः गृह्यन्ते इति भवान् वदति वा चक्षुषा महोदय द्रव्यं गुणः कर्म अभावः हा समीचीनम् अभावः तत्र द्रव्यं गृह्यते चक्षुषा गुणः गृह्यते अपि च क्रिया अपि गृह्यते अभावः अपि गृह्यते वा अभावः गृह्यते वा न वा इत्यस्मिन् विषये इदानीं चिन्तनं न कुर्मः तत्र यदा अभावस्य विषये गभीररीत्या पठेम तदा कुर्मः किन्तु चक्षुषा तत्र निश्चयेन द्रव्यं गृह्यते, गुणः अपि गृह्यते. इदानीं एके द्रव्याः किमिति गुणः गृह्यते वा, चक्षुषा गुणः गृह्यते वा? उदाहरणम् इदानीं तत्र इदानीं तत्र घटे नीलरूपमस्ति, तत् चक्षुषा गृह्यते किल? घटे विद्यमान नीलरूपस्य ग्रहणं चक्षुषा क्रियते किल? वर्णं अस्तु जि, अस्तु जि. वर्णम् इत्युक्ते रूपं, गुणः रूपम् इति गुणः किल? आं जि, आं जि. अस्तु अस्तु, तर्हि इदानीं महोदय अस्तु, इदानीं तत्र के द्रव्यं द्रव्याणि नवविधानि इति अस्माभिः अधीतं किल? येषु द्रव्येषु के कानि चक्षुषा गृह्यन्ते? पृथिवी, आप, तेज, वायु, आकाश, मन, अहंकार, त्रीणि एव महोदय. हा, त्रीणि एव द्रव्याणि चक्षुषा गृह्यन्ते, ते तु पृथिवी, अप् अपि च तेजः इति त्रीणि द्रव्याणि एव चक्षुषा गृह्यन्ते. अस्तु, समीचीनम्. अस्तु, इदानीं विजि भगिनी वदतु, तत्र गुणाः चतुर्विंशतिगुणाः सन्ति इति अस्माभिः अधीतं, तेषु गुणेषु के चक्षुषा गृह्यते इति वदति वा एकवारम्? उदाहरणार्थं वदति चेदपि पर्याप्तं भवति. विजी भगिनी म्यूट् मध्ये अस्ति. महोदय, पुनः एकवारं न श्रूयते. हा, इदानीं चक्षुषा के गुणाः गृह्यन्ते? चतुर्विंशतिगुणाः सन्ति, रूपं गृह्यते, एते तु निश्चयेन वक्तुं शक्यते. रूपं मन्दं श्रूयते भगिनि, किञ्चित् उच्चैः वदतु. रूपं गृह्यते, समीचीनम्. परिमाणं पृथक् संयोगविभाग ये सर्वं गृह्यते वा? तत्र रूपं निश्चयेन चक्षुषा गृह्यते, संख्या गृह्यते वा? संख्या आकाशः न दृश्यते किल. संख्या अत्र चक्षुषा इदानीं भवत्याः पुरतः कति संख्या दृश्यते महोदय, समीपं संख्या दृश्यते, कति विधानि सन्ति इति विषयम् अपि ग्रहीतुं शक्यते. एकस्यापि अधिकस्य गुणस्य तत्र चक्षुषा गृह्यते एव किल? आम्, रूपं चक्षुषा गृह्यते, संख्या चक्षुषा गृह्यते, परिमाणं चक्षुषा गृह्यते, गृह्यते संयोगविभाग. तत्र सर्वं वक्तव्यम् इति नियमः अस्ति, केवलं एकस्य रूपस्य अधिकं किं किं चक्षुषा गृह्यते इति अवगमनमस्ति चेत् पर्याप्तं भवति. धन्यवादः. अस्तु, समीचीनम्. क्षम्यतां महोदय, बालसुब्रह्मण्यं विलम्बेन आगतः. नमस्ते महोदय, मया दृष्टं, समीचीनं, सुस्वागतम्. अपि च अहमपि श्रीरामः विलम्बेन आगतवान्. ओहोहो, श्रीरामः एव आगतं वा? मम नाम न दृश्यते वा? भवान् किं कृतवान् तत्र दीनबन्धु @sprinet.com इति तस्य उपयोगं कृत्वा आगतवान्? न महोदय, नूत अहम् आप् अप्डेट् कृतवान्, अहं न जानामि नूतनरीत्या सर्वं नूतनम् अस्ति अस्मिन् आप् मध्ये इदानीम्. अहं किमपि जानामि तत्र न्यायवर्गे सर्वं नूतनम् अद्य दिने प्री कान्फरेन्स् काल् नूतनं दर्श्यति. ओ इति वा? अहं किमपि न जानामि, क्लेशः महोदय. मम तु न भवतु, तत्र अत्रैव तिष्ठतु. अहं चिन्तितवान् स्वरूप महोदयेन आगतम् इति. अस्तु, समीचीनं. कथं तत् आगतम् इति अहं न जानामि. अन्यवर्गं पाठयामि. वर्गस्य अनन्तरं तस्मिन् विषये किञ्चित् वदिष्यामि अहम्. अस्तु महोदय, अस्तु महोदय. अस्तु, किन्तु इदानीं तद् सुस्वागतं. हा, इदानीम् अन्यः प्रश्नः. अस्तु, बालसुब्रह्मण्य महोदय, भवान् एव वदतु. इदानीं द्रव्येषु नवद्रव्याणि सन्ति इति अस्माभिः अधीतानि. तेषु द्रव्येषु इन्द्रियेण अग्राह्यद्रव्यं किमपि अस्ति वा? इत्युक्ते इन्द्रियेण न गृहीतुं शक्यम् इति तादृशद्रव्यं किमपि अस्ति वा? आकाशः. हा, समीचीनम्. आकाशः, केवलम् आकाशः इति न, आकाशम् आरभ्य ये ये विभुद्रव्याः सन्ति, यानि विभुद्रव्याणि सन्ति तानि सर्वाणि इन्द्रियैः न गृह्यते, किल? न गृह्यन्ते. ते सर्वे अतीन्द्रियाणि सन्ति. इत्युक्ते आकाशः, कालः, दिक्, आत्म, मनः. मनः एव तत्र परमाणुपरिमाणमस्ति, किन्तु अन्यत् सर्वं, अन्यानि सर्वाणि तत्र विभवः सन्ति इति कृत्वा तेषां ग्रहणम् इन्द्रियैः न भवति. अस्तु, समीचीनम्. इदानीम् अन्तिमप्रश्नः. श्रीराममहोदय, भवान् वदतु. श्रीराममहोदय, प्रश्नः अस्ति, द्रव्येषु चक्षुषा न गृह्यते किन्तु अन्येन इन्द्रियेण गृह्यते इति तादृशद्रव्यमस्ति वा? द्रव्येषु आत्मा अस्ति. हा, तत्र बहिरिन्द्रियम् इति स्थापयति. समीचीनं, तत्र मनसा आत्मा तु गृह्यते, किन्तु मनः तु अन्तरिन्द्रियमस्ति. अन्तरिन्द्रियम्. अतः अहं मम प्रश्नं किञ्चित् परिष्कारं कृत्वा पृच्छामि. द्रव्येषु वायु यत् द्रव्यं चक्षुषा न गृह्यते किन्तु अन्येन बाह्येन्द्रियेण गृह्यते. वायुः अस्ति. हा, समीचीनं, वायुः अस्ति. वायुः त्वचा महोदय. हा, वायुः त्वचा गृह्यते इत्यतः चक्षुर् अग्राह्यत्वं वायौ अस्ति, किल? चक्षुर् अग्राह्यत्वं वायौ अस्ति, चक्षुर्ग्राह्यत्वं तत्र पृथिव्याम् अस्ति, अपि च रूपे अस्ति. चक्षुर्ग्राह्यत्वं पृथिव्याम् अस्ति, जले अस्ति, तेजसि अस्ति. पुनः चक्षुर्ग्राह्यत्वं रूपे अस्ति, सङ्ख्यायाम् अस्ति, परिमाणे अस्ति. उदाहरणार्थम् अहं वदामि, सर्वम् अत्र वदामि इति न, किन्तु किं कुत्र कुत्र अस्ति इति द्रष्टव्यम्. इदानीं चक्षुर् अग्राह्यत्वं कुत्र अस्ति इति चेत् बाह्येन्द्रियेण तत्र वायौ चक्षुर् अग्राह्यत्वम् अस्ति. केवलं वायौ इति नास्ति, आकाशः अपि चक्षुषा न गृह्यते इति कृत्वा आकाशे अपि चक्षुर् अग्राह्यत्वम् अस्ति. किन्तु वायुः अपि च आकाशः अनयोः मध्ये कः भेदः इति चेत् चक्षुर् अग्राह्यत्वं वायौ अस्ति किन्तु चक्षुर्भिन्नेन्द्रियग्राह्यत्वम् इति वदामश्चेत् तत्र त्वचा वायुः गृह्यते इति कृत्वा इन्द्रियग्राह्यत्वं चक्षुरिति त्यजामः इदानीम् इन्द्रियग्राह्यत्वं तत्र वायौ अस्ति इति न वक्तुं शक्यते. किमर्थमित्युक्ते त्वचा वायुः गृह्यते किन्तु सामान्यरीत्या इन्द्रिय अग्राह्यत्वम् इति वदामश्चेत् तत्र आकाशे इन्द्रिय अग्राह्यत्वं वर्तते एव इति अवगन्तव्यम्. अस्तु अन्तिमम् एकमपि वदामि, तत् इदानीमपि भवन्तः न ज्ञातवन्तः. गुरुत्वं इति गुणः अस्ति. किमिति मनः विषये? मनः विषये किम्? ग्राह्यत्वं रूपेण पृच्छामि. तत्र मनसा रूपं गृह्यते इति भवती पृच्छति वा? मनसा इन्द्रियग्राह्यं बुद्ध्या गृह्यते वा? हा, तत्र मनः इति नवविशेष आत्मगुणाः सन्ति किल, तेषु प्रथमषड् गुणाः एव मनसा गृह्यते गृह्यन्ते. बुद्धिः, इच्छा, द्वेष इति तादृशषड्गुणाः सन्ति किल, ते एव मनसा गृह्यन्ते इति अस्माभिः अधीतम्. अतः इदानीं मनसः विषये न चिन्तयामः. इदानीं मनसः अपि कारणत्वम् अस्ति वा इति अग्रे पठिष्यामः. किन्तु साक्षात् तत्र रूपस्य यदि मनसा अपि रूपं ग्रहीतुं शक्यते इति चेत् तत्र अतिव्याप्तिः भवति किल. इदानीं चक्षुर्मात्रग्राह्यो गुणः रूपम् इति लक्षणवाक्यमस्ति. रूपं तु चक्षुषा एव गृह्यते इति एव रूपस्य लक्षणं कृतम्. इदानीं मनसापि रूपं गृह्यते इति वदामश्चेत् तत्र चक्षुर्मात्रग्राह्यो गुणः रूपम् इति लक्षणवाक्यं मनसि अपि पतति इति कृत्वा मनसा रूपं न गृह्यते इति नैयायिकानां मतम्. तत्र चक्षुषा, हा वदतु महोदय. किञ्चित् भिन्नः अस्ति अत्र किल, पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः इत्यादि इन्द्रियेण ग्राह्यं भवति वा इति प्रश्नः. वेरस् मनः मन इन्द्रियेण मनसः ग्रहणम् इत्युक्ते मनसः अस्तित्वविषये किं प्रमाणं मनः अस्ति इति प्रश्नः वा विजि भगिनि? भिन्नत्वम् अस्ति किल. हा, किन्तु तस्याः प्रश्नः एतद् नास्ति. सा पृष्टवती मनसा रूपं गृह्यते वा इति तस्याः प्रश्नः. साधु साधु, क्षम्यता. किन्तु इदानीं भवतु, किन्तु भवतः प्रश्नः अपि समीचीनमेव. इदानीं मनः अस्ति इति कथं वा ज्ञायते इति चेत् तत्र अनुमानमेव प्रमाणम्. मनसः अस्तित्वे इदानीं मनः इति इन्द्रियं नास्ति इति वदामश्चेत् तत्र आत्मा अस्ति इति कथं वा ज्ञातुं शक्यते? अपि च आत्मनि विद्यमानस्य ज्ञानादि षड्गुणाः तेषां ग्रहणं कथं भवति इति कृत्वा तत्र मनः इति इन्द्रियम् अस्ति इति स्वीकृतं. यथा कालः, यथा आकाशः अनुमानेन स्वीकृतं, तथा अत्रापि आत्मनः अपि तत्र परमात्मनः अस्तित्वे अपि अनुमानमेव प्रमाणम्. किन्तु जीवात्मनः अस्तित्वे मनसा गृह्यते इति कृत्वा तत्र मनः एव प्रमाणं जीवात्मनः. किन्तु मनसः प्रमाणं किम् इदानीम् इति चेत् तत्र अनुमानमेव प्रमाणं भवति. अस्तु, समीचीनं. हा, इदानीम् अन्तिमं भवद्भिः अवगन्तव्यं यद् इति चेत् तत्र चतुर्विंशतिगुणेषु गुरुत्वम् इति अन्यतमः गुणः अस्ति. गुरुत्वम् गुरुत्वम् इति आङ्ग्लभाषायां वदामश्चेत् वेट्. हा, इदानीं तत्र सुवर्णमस्ति चेत् तस्य गुरुत्वं किम् इति चेत् 1 किलो, नो चेत् 1 ग्राम् इति तादृशं वदामः किल, तदेव गुरुत्वम् इति इति इति शब्देन अवगन्तव्यं. गुरुत्वम् इत्युक्ते वेट्. अस्तु, इदानीं गुरुत्वम् इति गुणस्य गुणम् अस्ति इति कथं ज्ञायते इति चेत्, नैयायिकानां मतानुसारं गुरुत्वम् इति गुणः अनुमानेन एव ज्ञायते, न तु प्रत्यक्षेण इति नैयायिकानां मतमस्ति. तत् किमर्थं तादृशं ते उक्तवन्तः? तत्र गुरुत्वम् इदानीम् अस्माकं हस्ते कोऽपि सुवर्णं स्थापयति चेत् तस्य गुरुत्वं कति अस्ति इति अस्माभिः ज्ञातुं शक्यते एव किल इति वयं चिन्तयामः, किन्तु तत्र भिन्नवार्ता अस्ति. इदानीं तस्मिन् विषये अस्माकम् अवधानं मास्तु. यदा गुरुत्वस्य विषये अस्माकं पठनं भवति तदा अस्मिन् विषये चिन्तयामः, किन्तु इदानीं एतदेव सर्वे अवगच्छन्तु, गुरुत्वम् इति गुणः तत्र इन्द्रियग्राह्यं नास्ति. गुरुत्वम् इति गुणः इन्द्रियग्राह्यं केनापि इन्द्रियेण, बाह्येन्द्रियेण वा अन्तरिन्द्रियेण वा अग्राह्यमस्ति गुरुत्वम् इति गुणः. तत्र अनुमानमेव प्रमाणम् इति नैयायिकानां मतानुसारम् अस्ति. अस्तु, समीचीनम्. इदानीं तत्र एतत् सर्वं मनसि निधाय अग्रे गच्छेमश्चेत् समीचीनतया अवबोधः जायते. इदानीम् अस्माभिः हा वदतु महोदय. भवान् इदानीं वदति इदानीं गुरुत्वम् इति केनापि बहिर्वा अन्तरिन्द्रियं वा न गृह्यते, तद् अनुमानमेव गृह्यते महोदय गुरुत्वं? हा सत्यं, गुरुत्वम् इति गुणः अनुमानेन गृह्यते चेत् तत् अनुमानेन गृह्यते इति अनुमानेनैव ज्ञायते इति. हा, तर्हि तत् मनसि गृह्यते इति वक्तुं न शक्यते वा? तदेव मां पप्र अनुमानम् इति प्रमाणेन अनुमितिः इति ज्ञानं जायते, तद् ज्ञानमेव मनसा गृह्यते. सत्यं महोदय, किन्तु तद् ज्ञानं तु मनसा एव जायते, अतः मानस प्रत्यक्षम् इति प्रत्यक्षं न अनुमानज्ञानं मनसा गृह्यते इति वक्तुं न शक्यते वा? तदेव अस्तु. आम्, मया अवगतम्. इदानीं ज्ञानम् इति कीदृशपदार्थः? ज्ञानम् कीदृशपदार्थं वदतु. सप्तपदार्थेषु ज्ञानमिति द्रव्यं वा? द्रव्यं गुणः, द्रव्यं नास्ति महोदय, गुणः. गुणः, ज्ञानम् इति गुणः किल, आत्मविशेष आत्मगुणः. चतुर्विंशतिगुणेषु अन्यतमः अस्ति ज्ञानम् इति गुणः, बुद्धिः इति इति मूलग्रन्थे दत्तं, तदेव ज्ञानम् इति. ज्ञानम् इति गुणः, सत्यं, ज्ञानम् इति गुणः मनसा गृह्यते. इदानीं ज्ञानं केन जायते? मनसा वा प्रत्यक्षं वा? न न, जायते इत्युक्ते ज्ञानं कथं वा उत्पन्नं भवति इति. वृत्तिज्ञानम् इति वेदान्ते अस्ति, तत् त्यजतु. इदानीं न न न एकनिमिषं, न जायते किमर्थं विजि भगिनि, किमर्थं प्रत्यक्षेन न जायते इति वदति? इदानीम् अहं चक्षुं चक्षुषा रूपं पश्यामि, रूपस्य ज्ञानं मनसि आत्मनि भवति वा न वा? आं भवति. हा, अतः चक्षुषा ज्ञानम् उत्पद्यते, त्वचा अपि ज्ञानम् उत्पद्यते. इत्युक्ते पञ्च बहिरिन्द्रियैः ज्ञानम् आत्मनि उत्पद्यते किल, मनसा गृह्यते किन्तु हा सत्यं पञ्चबहिरिन्द्रियैः आत्मनि ज्ञानम् उत्पद्यते उत्पद्यमानज्ञानं मनसा गृह्यते ओ आं महोदय हा अपि च केवलं पञ्च इन्द्रियैः एव ज्ञानम् उत्पद्यते इति न अत्र मात्रपदं प्रयुज्यामि पञ्च इन्द्रियैः पञ्च इन्द्रियैः केवलं पञ्च इन्द्रियैः ज्ञानम् उत्पद्यते इति न इदानीं तत्र प्रमाणचतुष्टयं नैयायिकैः अङ्गीकृतं ते तु तत्र प्रत्यक्षम् इति एकविधप्रमाणमस्ति प्रत्यक्षप्रमाणं किम् इति चेत् इन्द्रियजन्यज्ञानमेव प्रत्यक्षम् इति एकविधप्रमाणमस्ति प्रत्यक्षप्रमाणम् इदानीम् अनुमानप्रमाणम् इति द्वितीयप्रमाणमस्ति अनुमानप्रमाणेन किं जायते इति चेत् अनुमितिः इति ज्ञानं जायते उपमानम् इति तृतीयविधप्रमाणमस्ति उपमानम् इति प्रमाणेन किं जायते इति चेत् उपमितिः इति ज्ञानं जायते अन्तिमं शब्दः शब्द इति प्रमाणेन किं जायते इति चेत् शाब्दम् इति ज्ञानं जायते अतः ज्ञानानि चतुर्विधानि प्रत्यक्षज्ञानम् अनुमितिज्ञानम् उपमितिज्ञानं शाब्दं शाब्दज्ञानम् इति ज्ञानानि चतुर्विधानि सन्ति तानि सर्वाणि ज्ञानानि मनसा गृह्यते किन्तु मनः ज्ञानं न उत्पद्यते अत्र समीचीनतया सर्वे अवगच्छन्तु नैयायिकानां मतानुसारं मनः इति इन्द्रियं किमपि ज्ञानं न उत्पद्यते ज्ञानम् आत्मनि भवति चेत् तस्य ग्रहणं मनः करोति अस्तु तत्र मनः इति इन्द्रियं मनः इति किम् इति चेत् मनः इति द्रव्यं मनः इति अन्तरिन्द्रियम् अस्ति मनः किमपि ज्ञानं न उत्पद्यते किन्तु तत्र ज्ञानम् आत्मनि ज्ञानमस्ति चेत् तस्य ग्रहणं मनः करोति यथा इदानीं रूपमस्ति घटे नीलरूपमस्ति इति चिन्तयतु तस्य ग्रहणं चक्षुः करोति तस्य इत्युक्ते कस्य नीलरूपस्य घटे विद्यमानस्य नीलरूपस्य ग्रहणं चक्षुः करोति किन्तु इदानीं चक्षुः नीलरूपस्य ग्रहणं करोति इति चेत् नीलरूपस्यैव उत्पादनं चक्षुः करोति वा नास्ति किल नीलरूपस्य उत्पादनं तु तत्र कुलालेन कृतं किन्तु कृतनीलरूपस्य ग्रहणं चक्षुः करोति एवमेव उत्पद्यमानज्ञानस्य ग्रहणमेव मनः करोति किन्तु मनः किमपि ज्ञानस्य उत्पादनं न करोति अवगच्छन्ति वा सर्वे प्रश्नः अस्ति वा एकः प्रश्नः जि गुरुत्वम् इत्युक्ते तत्र अस्माकं समीपे वेट् अस्ति तत्र 20 किलो स्थापितवन्तः अन्य तटे 50 केजेस् स्थापितवन्तः चेत् एतत् अस्माकं चक्षुषा एव गृह्यते भगिनि मया किमुक्तम् इदानीं तत्र गुरुत्वम् इति गुणः अनुमानेन एव ज्ञायते इति नैयायिकानां मतम् अस्मिन् विषये तादृशमेव स्वीकुर्मः अस्मिन् विषये चिन्तनं मास्तु इति मया प्रार्थितं किल यदा गुरुत्वस्य विषये पठामः किमर्थं ते तादृशं वदन्ति इति तस्मिन् सन्दर्भे पठामः नो चेत् विषयान्तरं भवति अतः कृपया गुरुत्वम् इदानीं इन्द्रियेण ज्ञायते वा अनुमानेन ज्ञायते वा इत्यस्मिन् विषये कृपया चिन्तनम् इदानीं मास्तु. तत्र अनुमानेन एव गुरुत्वं ज्ञायते इति नैयायिकानां मतं तादृशम् इदानीं स्वीकरोतु. आं महोदय, उद्देश्यरूपेण स्वीकरोतु. प्रत्यक्षज्ञानम् इन्द्रियैः जायते, ततः तत्र इन्द्रियं करणं तथैव अनुमिति इति उदाहरणे कः करणं तत्र, किं करणं तत्र? तत्र यदा अनुमानस्य विषये वयं पठिष्यामः तदा एतस्य अवगमनं भवति. तत्र करणम् इति नास्ति, करणम् इति किमपि नास्ति. तत्र पञ्च अवयवाः सन्ति, पञ्च अवयवाः भवेयुः प्रत्येकम् अनुमानार्थम् इति तत्र महान् प्रक्रिया अस्ति, परामर्शः, महती प्रक्रिया, परामर्शः. हा, तत्र व्याप्तिज्ञानं, परामर्शः इति एतत् सर्वमस्ति. तस्मिन् सन्दर्भे एतत् सर्वं पठिष्यामः. किन्तु मया यावद् अत्र आवश्यकमस्ति अस्य पाठस्य अवगमनार्थं यावद् ज्ञानम् आवश्यकमस्ति तदेव इदानीं मया उक्तम्. नो चेत् तत्र विषयान्तरं भवति एतत् सर्वं. मम चिन्तनम् आसीत् महोदय, ज्ञानम् इति मनसा गृह्यते, तत् सत्यं. किन्तु यथा प्रत्यक्षम् इन्द्रियैः जन्यं तथा अनुमानमपि मनसा जन्यमिति मम चिन्ता. तत्र मनः इति इन्द्रियं नैयायिकानां मतानुसारं ते निश्चयेन वदन्ति मनः इति इन्द्रियं. मनसा किं ग्रहीतुं शक्यते इति चेत् षड् आत्मगुणाः अपि च आत्मा इति द्रव्यं तावदेव मनसा गृह्यन्ते इति नैयायिकानां मतम्. यथा इन्द्रियं प्रत्यक्षं सम्बन्धमस्ति तथा अनुमानं किं सम्बन्धं महोदय? पुनः अनुमानस्य विषये एव भवान् पृच्छति. यदा अनुमानविषये वयं पठिष्यामः तदा तत्र प्रक्रिया किं, कथं वा अनुमानं भवति भवतः मनसि इदानीं प्रश्नः कः इति चेत् अनुमानं कथं भवति इति किल. तद् भवतु, तत्र तादृशचिन्तनं समीचीनमेव, तादृशप्रश्नः मनसि भवेदेव. किन्तु तत्र झटिति न वक्तुं, महान् महती प्रक्रिया अस्ति इति कृत्वा अनुमानस्य विषये किञ्चित् अग्रे एव अस्माभिः पठ्यते, तत्र पश्येम. अपि च गुरुत्वं किमर्थं प्रत्यक्षेण ज्ञायते, अनुमानेन एव किमर्थं गुरुत्वस्य अस्तित्वं स्वीकृतम् इत्यपि किञ्चिदेव अग्रे अस्माभिः पठ्यते. किन्तु अत्र किं स्वीकुर्वन्तु सर्वे, तत्र गुरुत्वम् इति गुणः अनुमानेन एव ज्ञायते इति तावद् अवगच्छन्ति, तावत् स्वीकुर्वन्ति चेत् तत्र इदानीम् अतिव्याप्तिः. इदानीम् अस्माकं लक्ष्यं किं, रूपं, लक्षणवाक्यं किं, चक्षुर्मात्रग्राह्यो गुणः रूपं, तत्र इदानीं गुरुत्वे अतिव्याप्तिः भवति चेत्, भवति इति पुस्तके दत्तमस्ति चेत् किमर्थम् एतादृशं दत्तम् इति अवगमनार्थं मया एतत् सर्वम् उक्तम्. अतः सर्वे मनसि एतत् स्थापयन्तु, गुरुत्वम् इति गुणः अनुमानेन ज्ञायते इति नैयायिकानां मतम्. अनुमानं कथं भवति इति पुनः कृपया मा इदानीं चिन्तयन्तु. तत्र करणं किं, तत्र प्रक्रियायां सोपानानि कानि इति एतत् सर्वम् इदानीं तस्मिन् विषये चिन्तनं मास्तु. अस्तु, इदानीम् अस्माभिः तत्र षड् हा वदतु महोदय. हा वदतु महोदय. अहम् अङ्गीकरोमि गुरुत्वम् अनुमानरूपेण एव ज्ञायते इति अहम् अङ्गीकरोमि. सत्यं, परन्तु अनुमानस्य ज्ञातार्थं किमपि पृष्ठभूमिः भवेत्, किमपि कारणं भवेत्। उदाहरणरूपेण गिरि उपरि धूमः अहं पश्यामि, सत्यं तत्र अग्निः अस्ति इति अहम् अनुमानं करोमि। सत्यम्। एवमेव गुरुत्व अत्र गुरुत्वविषये अपि गुरुत्वम् इति विषये किमपि पृष्ठभूमिः अथवा कारणं भवेत्। सत्यं। ततः परम् केवलं ततः परमेव अनुमानमूलम् अहं वक्तुं शक्यते अथवा गुरुत्वम् अनुमान एव ज्ञायते एव। तत् पृष्ठभूमिं पतनं पतनम् एव पृष्ठभूमि। सत्यं। किमपि वस्तुः अधः पतति चेत् ततः परम् अनुमानरूपेण अहं जानामि अत्र गुरुत्वम् अस्ति इति। सत्यं। किमपि भवेत् ततः परमेव अनुमानरूपेण। सत्यं सत्यं। तत्र हेतुः नास्ति चेत्, तत्र पर्वते धूमः न दृश्यते चेत् अग्निः अस्ति पर्वते इति अनुमानं न कर्तुं शक्यते। सत्यम्। एवमेव गुरुत्वम् इति गुणः तत्र हेतुः किम् इति चेत् पतनम् इति क्रिया अस्ति किल। इदानीं कन्दुकम् उपरि क्षिपामश्चेत् तत्र उपरि यावद् वेगेन अस्माकं क्षेपणं भवति तावत् उपरि गच्छति कन्दुकं, तदनन्तरं पुनः तत्र विपरीतदिशि स्वीकृत्य इत्युक्ते भूमौ प्रति पुनः तस्य पतनं स्वेन भवति। इत्युक्ते अधस्तः उपरि वयमेव क्षिपामः, किन्तु उपरिष्टात् अधः कः इदानीं तस्य पतनं कारयति इति चेत् तस्य कारणं, तस्य कारणमस्ति गुरुत्वम् इति गुणः। गुरुत्वं नास्ति चेत् इदानीं तत्र कन्दुकं पुनः भूमौ प्रति न आगच्छति इति तदेव पृष्ठभूमिः अस्ति। भवान् यद् वदति चेत् सत्यमेव समीचीनं, किन्तु अत्र पाठे एव दत्तमस्ति इति मया चिन्तितं तत्र वदिष्यामि इति, किन्तु भवान् पूर्वमेव उक्तवान् अतः अत्रापि सर्वेषां बोधः जातमस्ति इति। समीचीनम्। अस्तु इदानीं पाठं प्रति गच्छेम। हा वदतु। कन्दुकम् अधः आगच्छति, प्रथमम् अधः एकगुरुत्वम्, अनन्तरम् अधः आगच्छति, अनन्तरम् एकगुरुत्वम् इति परिमाणमस्ति खलु जि तत्र? न, अत्र भवत्याः प्रश्नः अपि समीचीनमेव, किन्तु तत्र नैयायिकाः किं वदन्ति, आद्यपतनं तत्र प्रथमपतनमस्ति किल, यदा तत्र विपरीतदिशिं स्वीकृत्य आद्यपतनस्य एव तत्र गुरुत्वम् इति कारणम् इति नैयायिकानां मतम्। इदानीं द्वितीयपतनं केन जायते इति चेत् तत्र प्रथमपतनेन, तत्र प्रथमपतनेन संस्कारः जायते, तत् संस्कारेण द्वितीयपतनं जायते, तृतीयपतनं द्वितीयपतनेन जायते इति नैयायिकानां मतमस्ति। आं परिमाणम् अस्तु। हा हा इति आद्यपतनक्रियायाः कारणं गुरुत्वम् इति एव गुरुत्वस्य लक्षणं कृतम्। गुरुत्व आकर्षणशक्तिः अपि तत्र वक्तव्यं खलु जि, गुरुत्व आकर्षणशक्तिः अपि अस्ति तत्र। न, तत्र सामान्यरीत्या आकर्षणं नो चेत् तत्र वेट् इति एतादृशं वदामः, किन्तु नैयायिकानां लक्षणं किम् इति चेत् आद्यपतनस्य कारणं गुरुत्वम् इति तावदेव ते वदन्ति। धन्यवादः। तत्र आकर्षणम् इति न वदन्ति, अपि च वेट् इति तादृशं तादृशं न वदन्ति, किन्तु आद्यपतनक्रियायाः कारणं गुरुत्वम्, अपि च तद् गुरुत्वम् अनुमानेन एव ज्ञायते न तु इन्द्रियेण इति तावद् मनसि भवति चेत् पर्याप्तं भवति पाठनार्थम्, अस्य पाठस्य पठनार्थं। समीचीनं। हा इदानीं पाठं प्रति गच्छेम। तत्र त्रीणि दलानि सन्ति इति मया उक्तम् इदानीमेव, चक्षुर्ग्राह्यम् इति एकं दलं, चक्षुर्मात्रग्राह्यम् इत्युक्ते चक्षुर्भिन्नेन्द्रिय अग्राह्यम् इति द्वितीयं दलं, तृतीयं दलं गुणत्वम् इति त्रीणि दलानि सन्ति. दलानि त्रीणि सन्ति चेत् कति सम्भावनाः भवन्ति दलसार्थक्यार्थं कति दलानि कति सम्भावनानि सम्भावनाः भवन्ति इति चेत् षड् सम्भावनाः भवन्ति. इत्युक्ते तत्र एकमेव दलं त्रीणि दलानि सन्ति किल, तेषु प्रत्येकं दलं स्वीकृत्य अन्यत् दलद्वयं त्यक्त्वा पश्यामश्चेत् लक्षणवाक्यम् एकमेव दलम् इति स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति इति पश्यामश्चेत् तत्र त्रयः सम्भावनाः भवन्ति. इदानीं दलं दलद्वयं स्वीकृत्य इत्युक्ते एकमेव दलं त्यक्त्वा कुत्र अतिव्याप्तिः भवति इति पश्यामश्चेत् पुनः तत्र त्रीणि त्रयः सम्भावनाः भवन्ति इति कृत्वा आहत्य षड् सम्भावनाः सन्ति. तेषु सम्भावनेषु सम्भावनाद्वयम् अस्माभिः दृष्टं. तत्र प्रथम सम्भावना किम् इति चेत् चक्षुर्ग्राह्यं गुणः इति, क्षम्यतां, चक्षुर्ग्राह्यम् इति एव रूपस्य लक्षणं वदामश्चेत् तत्र कुत्र अतिव्याप्तिः भवति इति विजिभगिनी वदति वा? घटे अतिव्याप्तिः भवति. हा, समीचीनं, घटे अतिव्याप्तिः भवति. घटः तु द्रव्यमिति वयं जानीमः, रूपं नास्ति इत्यतः चक्षुषा रूपं गृह्यते इति सत्यं, किन्तु घटमपि गृह्यते इति कृत्वा तत्र घटे अतिव्याप्तिः भवति यदि चक्षुर्ग्राह्यम् इति तावदेव वदामश्चेत्. तन्निवारणाय इदानीं द्वितीयदलमेव लक्षणम् इति स्वीकुर्मश्चेत् इत्युक्ते चक्षुर्भिन्नेन्द्रिय अग्राह्यम्, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एव रूपस्य लक्षणम् इति वदामश्चेत् इदानीं चक्षुर्भिन्नेन्द्रियं किम् इति स्वीकुर्मश्चेत् तत्र इदानीं त्वक् इति स्वीकुर्मश्चेत् क्षम्यतां, चक्षुर्भिन्नेन्द्रियम् इदनं रसनम् इति इन्द्रियं स्वीकुर्मश्चेत् रसनेन घटं ग्रहीतुं शक्यते वा? रसनेन्द्रियेण घटः गृहीतुं न शक्यते. अतः तत्र चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं भवति किल, अतः तत्र यद् अतिव्याप्तिः आगतं तद् निवारितं भवति. किन्तु त्वचा गृह्यते घटः, त्वक् तु चक्षुर्भिन्नेन्द्रियमस्ति, अतः चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम्. इदानीं चक्षुर्भिन्नेन्द्रियं त्वक् इति स्वीकुर्मश्चेत् त्वगिन्द्रिय अग्राह्यत्वं घटे अस्ति वा? नास्ति. अतः पुनः तत्र इदानीं त्वक् चक्षुर्भिन्नेन्द्रियं त्वक् इति स्वीकुर्मश्चेत् तत्र पुनः घटे अतिव्याप्तिः भवत्येव. इत्युक्ते तत्र रसनेन्द्रियं वा घ्राणेन्द्रियं वा श्रोत्रेन्द्रियं वा चक्षुर्भिन्नेन्द्रियम् इति स्वीकुर्मश्चेत् घटे अतिव्याप्तिः निवारितं भवति. यदि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एव रूपस्य लक्षणम् इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः निवारितं भवति. किन्तु त्वगिन्द्रियं चक्षुर्भिन्नेन्द्रियम् इदानीं त्वगिन्द्रियम् इति स्वीकुर्मश्चेत् तत्र पुनः घटे अतिव्याप्तिः भवति इति एतावत्पर्यन्तम् अस्माभिः अधीतम्. इदानीम् अग्रे सरेम. अस्तु, इदानीं तत्र चतुर्सप्ततिः तमपुटे द्वितीयबिन्दुः अस्ति किल, तत्र अतीन्द्रिये गुरुत्वे गुरुत्वरूपे रूपगुणे वक्ष्यमाणे अतिव्याप्तिः इति अस्ति किल, ततः पठेम. अस्तु, इदानीं भानुचतुरी भवान् आरब्धमिच्छति वा? अस्तु महोदय. हा, अस्तु महोदय. महोदय, तत्र द्वितीयबिन्दुः अस्ति किल, द्वितीयबिन्दौ मध्ये द्वे त्रीणि चत्वारि अतीन्द्रिये गुरुत्वरूपगुणे. हा, सत्यं सत्यं, ततः. अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाने अतिव्याप्तिः तथा हि आद्यपतनासमवायिकारणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यं यथा आकाशादीनाम् अनुमानेन प्रमाणेनैव सिद्धिः तद्वदेव गुरुत्वस्यापि तथा च चक्षुर्भिन्नानि यानि घ्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इत्यायातम् एवं सति तादृशप्रत्यक्षविषयत्वाभावः गुरुत्वे अस्ति इति गुरुत्वे अतिव्याप्तिः। वदतु। अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाने गुरुत्वरूपगुणे अतीन्द्रिये निरूपणमस्ति इति तत्र दत्तं महोदय। अतः चक्षुर्भिन्न इन्द्रिय ग्राह्यम् इति वदति चेत् अतिव्याप्तिः भवति। किमर्थं चेत् गुरुत्वमपि महोदय इदानीं द्वितीयदलं किम् इति भवान् एकवारं वदतु। किं वाक्यम् इदानीं लक्षणरूपेण स्वीकृत्य अत्र दलसार्थक्यं कुर्वन् सन्तः वयम्? चक्षुर्भिन्न इन्द्रिय न ग्राह्य चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् चक्षुर्भिन्नेन्द्रिय ग्राह्यत्वं नास्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति एव इदानीं द्वितीयदलं। अस्तु वदतु इदानीम् अग्रे। तथा हि आद्यपतनसमवायिकारणरूपं गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यम् आद्यपतन गुरुत्वं यदस्ति तत् केनापि इन्द्रियेण न दृश्यते। एकनिमिषम्। आद्यपतनगुरुत्वम् इति किमपि नास्ति। पतनम् इति कीदृशद्रव्यं कीदृशपदार्थः अस्ति? कर्म। हा आद्यपतनगुरुत्वम् इति कृपया मा वदतु। आद्यपतनम् इति क्रिया अस्ति तस्य असमवायीकारणम् आद्यपतनासमवायी इति लिखितमस्ति किल? आं महोदय। तत्र सवर्णदीर्घसन्धिः अस्ति अतः आद्यपतन असमवायीकारणरूपं गुरुत्वं तत्र आद्यपतनम् इति क्रियायाः असमवायीकारणं किम् इति चेत् गुरुत्वम् इति नैयायिकानां मतम्। हा अग्रे। न केनापि इन्द्रियेण ज्ञातुं शक्यं। किं ज्ञातुं ज्ञातुं शक्यम्? क्षम्यतामहोदय, असमवायी इत्युक्ते किम्? हा वदिष्यामि किञ्चित् एतत् समापयित्वा अत्र वदिष्यामि। हा महोदय, तत्र आद्यपतन असमवायीकारणम् इन्द्रियेण ज्ञातुं न शक्यम्। न अत्र गुरुत्वम् इन्द्रियेण न ज्ञातुं शक्यम्। गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यम्। तर्हि गुरुत्वं कथं ज्ञायते इति चेत् तत्र आद्यपतनक्रियायाः असमवायीकारणमेव गुरुत्वम् इति अनुमानेन एव ज्ञायते इति बोधः अत्र। अतः किम् इन्द्रियेण न ज्ञातुं शक्यम् इति चेत् गुरुत्वम् इति गुणः इन्द्रियेण न ज्ञातुं शक्यते इति अवगन्तव्यम्। अस्तु अग्रे। तथा हि आद्यपतन असमवायीकारणरूपं गुरुत्वं किं महोदय? यथा आकाशादीनाम् अनुमानेन प्रमाणेन एव सिद्धिः आकाश काल दिक् मनस् आत्मा परमात्मा इति अनुमानप्रमाणेन सिद्धिः इति पूर्वं दृष्टं महोदय. तद्वदेव गुरुत्वस्यापि अनुमानेनैव ज्ञातुं शक्यते. सत्यं. तत्र लिङ्गं, तत्र पृष्ठभूमिः इति बालसुब्रह्मण्यं महोदय उक्तं किल, हेतुः लिङ्गं किं गुरुत्वस्य अनुमानेन ज्ञानाय लिङ्गं किम् इति चेत् आद्यपतनक्रिया एव तत्र. यथा पर्वते वह्निः अस्ति इति अनुमानार्थं तत्र धूमः द्रष्टव्यं भवति, एवमेव अत्र आद्यपतनक्रिया, क्रिया तु चक्षुषा गृह्यते, वयमिदानीमेव उक्तवन्तः किल, चक्षुषा किं किं के के पदार्थाः गृह्यन्ते इति चेत् द्रव्यं, गुणः, क्रिया इति एतत् सर्वं चक्षुषा गृह्यते. अतः आद्यपतनक्रिया अपि यथा धूमः दृश्यते तथा आद्यपतनक्रियायाः दर्शनमपि चक्षुषा गृह्यते. किन्तु आद्यपतनक्रियायाः कारणम् इति चेत् किम् इति चेत् गुरुत्वम् इति गुणः. यथा धूमः, धूमस्य कारणं किम् इति चेत् अग्निः इति वदामः, तथा आद्यपतनक्रियायाः कारणं किम् इति चेत् गुरुत्वम् इति, गुरुत्वम् इति गुणः अनुमानेन एव ज्ञायते. अस्तु अग्रे महोदय. यथा सिद्धिः तथा च चक्षुर्भिन्नानि यानि घ्राणादि घ्राणादीनि इन्द्रियाणि तज्जन्यप्रत्यक्षे न गुरुत्वं विषयः इति आयातम्. चक्षुः भिन्न यानि इन्द्रियाणि सन्ति ते प्रत्यक्षज्ञानं तु जायते, किन्तु तत् प्रत्यक्ष गुरुत्वं प्रत्यक्षं प्रत्यक्षविषयं नास्ति. सत्यम्. इन्द्रियैः अत्र मनः अपि अन्तर्भूतं भवितुम् अर्हति. चक्षुर्भिन्नेन्द्रिय यानि घ्राणादीनि, तत्र आदिपदेन घ्राणेन्द्रियं, रसनेन्द्रियं, श्रोत्रेन्द्रियं, त्वगिन्द्रियम् अपि च मनः, एतत् सर्वेणापि अपि च चक्षुषा अपि, इत्युक्ते किमपि इन्द्रियेण गुरुत्वं ज्ञातुं शक्यते, केवलम् अनुमानप्रमाणेन एव गुरुत्वं ज्ञातुं शक्यते इत्यतः तत्र चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं निश्चयेन गुरुत्वे अस्ति. इदानीं घटः इति स्वीकुर्मश्चेत् तत्र रसनेन्द्रियं वा घ्राणेन्द्रियं वा इति स्वीकुर्मश्चेत् तत्र घटे अतिव्याप्तिः न भवति, किन्तु त्वगिन्द्रियम् इति वदामश्चेत् घटे अतिव्याप्तिः भवति. किन्तु गुरुत्वं तत्र अतिव्याप्तिः पश्यामश्चेत् केनापि इन्द्रियेण गुरुत्वं न ज्ञायते इति कृत्वा गुरुत्वे अतिव्याप्तिः वदामश्चेत् तत्र निश्चयेन अतिव्याप्तिः न निवारितं भवति द्वितीयलक्षणवाक्येन अपि. अवगच्छन्ति वा सर्वे? हा, पूरयतु भवान् महोदय, पूरयतु एवं सति. तदेव अन्तिमं वाक्यमस्ति महोदय. एवं सति तादृशप्रत्यक्षविषयत्वाभावः गुरुत्वे अस्ति इति गुरुत्वे अतिव्याप्तिः. चक्षुः अपि न ग्रहीतुं न शक्यते, चक्षुर्भिन्नेन्द्रे अपि गुरुत्वं ज्ञातुं न शक्यते. अतः तत्र चक्षुर्भिन्नेन्द्रिये न गृह्यते. सत्यम् इति कृत्वा तत्र गुरुत्वे अतिव्याप्तिः तिष्ठति एव. अस्तु, समीचीनम्. अस्तु, इदानीं तत्र विजयभगिन्या पृष्टं तत्र असमवायिकारणम् इत्युक्ते किम् इति, अधिकं न वदामि इदानीं. तस्मिन् विषये अपि तत्र नैयायिकानां मतानुसारं त्रीणि कारणानि सन्ति, त्रीणि कारणानि एव सन्ति. प्रथमं तु समवायिकारणं, द्वितीयं तु असमवायिकारणं, तृतीयं तु निमित्तकारणम्. तत्र लक्षणवाक्यं न वदामि, केवलम् उदाहरणं वदामि, तावद् अवगच्छन्ति चेत् पर्याप्तं भवति. इदानीं समवायिकारणस्य उदाहरणं किम् इति चेत् कपालः. घटः कार्यम् इति स्वीकुर्मश्चेत् तत्र घटः केन जायते इति चेत् कपालद्वयेन जायते किल, कपालः नास्ति चेत् घटः जायते वा? नास्ति. इत्यतः घटस्य कारणं भवति कपालः. कीदृशकारणम् इति चेत् समवायीकारणम् इति एव उदाहरणमस्ति. अस्तु, इदानीं असमवायीकारणस्य उदाहरणं किम् इति चेत् केवलं कपालद्वयम् अस्ति चेत् तत्र घटः जायते इति न वक्तुं शक्यते किल. कपालद्वयमध्ये संयोगः इति गुणः जायेत. संयोगः न जातः अस्ति चेत् तर्हि घटः उत्पादनं, घटस्य उत्पादनं न भवति इति कृत्वा कपालयोः मध्ये विद्यमानसंयोगः असमवायीकारणं भवति इति एकविध असमवायीकारणम्. इदानीं द्वितीयविध असमवायीकारणमपि अस्ति, तत्रापि उदाहरणमेव वदामि. इदानीं घटः जातः अस्ति इति चिन्तयतु. कपालद्वयसंयोगेन घटः जातः. इदानीं घटे नीलरूपमस्ति इति चिन्तयतु. घटे विद्यमाननीलरूपस्य कारणं किम् इति चेत् तत्र कपाले कपालद्वये नीलरूपमस्ति इति चिन्तयतु. पूर्वमेव कपाले नीलरूपं स्थापयित्वा तदनन्तरं तेषां संयोगः कृतः इति चिन्तयतु. तर्हि इदानीं घटे विद्यमानस्य रूपस्य कारणं किम् इति चेत् कपाले विद्यमानस्य रूपमेव घटे विद्यमानस्य रूपस्य कारणं भवति. अतः घटे कपाले विद्यमानरूपं घटस्य नीलरूपस्य कारणं भवति इति इत्यतः घटे विद्यमानरूपम् इदानीम् असमवायीकारणं भवति. कं प्रति इति चेत् घटे विद्यमानस्य रूपं प्रति, कपाले विद्यमानस्य रूपं कारणं भवति इत्यतः द्वितीयविध असमवायीकारणं भवति कपाले विद्यमानरूपम् इति असमवायीकारणद्वयं वर्तते. प्रथमं कपाले कपालयोः मध्ये यः संयोगः जायते तद् प्रथमविध असमवायीकारणमस्ति. द्वितीयविध असमवायीकारणं किम् इति चेत् कपाले विद्यमानरूपमेव घटे विद्यमानस्य रूपस्य कारणं भवति इत्यतः कपाले विद्यमानरूपं द्वितीयविध असमवायीकारणं भवति इति आहत्य असमवायीकारणद्वयं वर्तते. इदानीम् अन्यत् सर्वम्, अन्यत् किमपि कारणमस्ति चेत् ते तानि कारणानि सर्वाणि निमित्तकारणम् इति भवन्ति. इदानीं तादृशकारणानि कानि इति चेत् कुलालः, इदानीं कपालद्वयं वर्तते किन्तु कुलालः नास्ति चेत् घटः जायते वा? नास्ति. मृत् इत्यादि मृतदण्डानि, मृतदण्ड इत्यादि वदन्नस्मि भगिनि, इदानीं वदन्नस्मि, एकनिमिषं. अतः कुलालः नास्ति चेत् घटः न जायते इति कृत्वा कुलालः कीदृशकारणम् इति चेत् निमित्तकारणम्, एकविधनिमित्तकारणमस्ति कुलालः. इदानीं दण्डः, चक्रभ्रमणार्थं दण्डः नास्ति चेत् पुनः तत्र जवन चक्रभ्रमणं न भवति. चक्रभ्रमणं न भवति चेत् घटस्य निर्माणं न भवति इति कृत्वा दण्डः अपि एकविधनिमित्तकारणं भवति. पुनः तत्र चक्रभ्रमणमपि कारणं भवति किन्तु कीदृशकारणम् इति चेत् निमित्तकारणमेव भवति. किन्तु अत्र व्यापारत्वेन वयं पठितवन्तः किल, तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति एव व्यापारस्य लक्षणम्. इत्युक्ते कारणत्वम् अपि च कार्यत्वं द्वयमपि यस्मिन् अस्ति, यस्मिन् अस्ति तदेव व्यापारः इति कृत्वा चक्रभ्रमणमपि एकविधकारणं भवति. तत् कीदृशकारणम् इति चेत् निमित्तकारणं भवति. हा, इदानीम् अन्तिममस्ति. इदानीं विजि भगिन्या पृष्टं मृद् इति. मृद् इति घटस्य कारणं नास्ति, मृद् इति कपालस्य कारणमस्ति इति तादृशचिन्तनमस्ति. कपालद्वयसंयोगेन एव घटः जायते इति कृत्वा कपालः एव अत्र समवायिकारणं भवति. इदानीं कपालस्य समवायिकारणं किम् इति चेत् कपालिका इति ते वदन्ति. इदानीं कपालिकायाः समवायिकारणं किम् इति चेत् तत्र प्रायः मृद् इति ते वदन्ति. इति तादृशमस्ति चिन्तनम्. अस्तु भवतु, तावद् अवगच्छन्ति. किमिति भगिनि? उपादानकारणम् इति, उपादानकारणम् इति केवलं वेदान्ते एव चिन्तनमस्ति. नैयायिकानां मतानुसारं तत्र उपादानकारणम् इति किमपि तेन वदन्ति. त्रीणि एव कारणानि, एकं तु समवायिकारणं, द्वितीयं तु असमवायिकारणम्, असमवायिकारणमपि तत्र द्वैविध्यमस्ति, अन्यत् सर्वं निमित्तकारणम् इति कृत्वा बहूनि निमित्तकारणानि भवितुमर्हन्ति. तत्र कुलालः इति चेतनः अपि निमित्तकारणं भवितुमर्हति, दण्डः इति अचेतनमपि निमित्तकारणं भवितुमर्हति, तत्र चक्रभ्रमणम् इति क्रिया अपि निमित्तकारणं भवितुमर्हति इति बहूनि बहुविधानि निमित्तकारणानि भवन्ति. निमित्तकारणेषु बहुविधानि भवितुमर्हति. असमवायिकारणेषु तत्र द्वैविध्यमेव अस्ति. समवायिकारणं तु एकमेव अस्ति, कपालः एव समवायिकारणमस्ति. कस्य इति चेत् घटस्य. यत् तत्र समवायिकारणम् अपि च असमवायिकारणम् इति नैयायिकैः उक्तं, तदेव मिलित्वा उपादानकारणम् इति वेदान्तिनः वदन्ति. इति अवगच्छन्ति चेत् तावत् पर्याप्तं भवति इदानीम्. अस्तु, आहत्य अत्र किमुक्तं? गुरुत्वे यदि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एव रूपस्य लक्षणम् इति तावदेव एकमेव दलं. तत् किं? चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एव रूपस्य लक्षणम् इति वदामश्चेत् चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं गुरुत्वे अपि अस्ति. कथम् इति चेत् केनापि इन्द्रियेण गुरुत्वं न ज्ञातुं शक्यते. कस्यापि इन्द्रियस्य गुरुत्वं विषयः भवति इति कृत्वा तत्र विषयतायाः अभावः एव गुरुत्वे अपि अस्ति इति कृत्वा चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं गुरुत्वे वर्तते इति कृत्वा तत्र गुरुत्वे अतिव्याप्तिः भवति. इति एतावत्पर्यन्तम् अस्माभिः अधीतम्. अपि च अत्र त्रयः विषयाः शिष्टाः सन्ति अवगमनार्थम्. प्रथमम्, अत्र गुरुत्वं कथं वा अनुमानेन ज्ञायते इति अस्माभिः न अवगतम् एतावत्पर्यन्तं. तत्र केवलम् अनुमानेन ज्ञातम् इति नैयायिकानां मतमिति अस्माभिः तत्र कथं वा तत्र तस्य निरूपणम् अस्माभिः न ज्ञातम्. एतादृशमपि स्वीकृतं. तत्र गुरुत्वस्य विषये यदा वयं पठिष्यामः तत्र एतस्य बोधः जायते इति एकम्. द्वितीयम्, अनुमानं कथं जायते इति प्रक्रिया अस्माभिः न अधीतं, किन्तु एवमेव अवगतं. तत्र किमपि हेतुः भवेत्, हेतुः अस्ति चेत् एव अनुमानं जायते इति तावद् अस्माभिः अधीतं. किन्तु हेतुः अस्ति चेत् निश्चयेन अनुमानं भवति वा, अन्यत् किमपि तत्र आवश्यकमस्ति वा इत्यस्मिन् विषये अस्माभिः विषयेषु अस्माभिः न अधीतं, तदपि अवशिष्टमस्ति. तृतीयं, तत्र कारणानि त्रिविधानि इति अस्माभिः अधीतं, समवायि असमवायि निमित्तम्. अस्मिन् विषयेषु येषु विषयेषु अपि अस्माकं ज्ञानम् इदानीमपि न प्राप्तम्. अतः एतत् सर्वम् इदानीं विषयान्तरमस्ति इति कृत्वा तत् त्यक्त्वा एवमेव स्वीकृत्य गुरुत्वम् इत्युक्ते किम्? अनुमानेन यद् ज्ञानं भवति अपि च यद् गुणमस्ति तदेव गुरुत्वम् इति तादृशं स्वीकृतम्. अनुमानमित्युक्ते किम् इति इदानीम् अपि अस्माकं बोधः न जातम्. अपि च असमवायिकारणं समवायिकारणम् इति अस्माभिः न जातम्. आद्यपतनक्रियायाः असमवायीकारणं गुरुत्वम् इति एवमेव स्वीकृतम्। अस्तु, अग्रे गच्छेम तर्हि। इदानीं तृतीयबिन्दुः, विजी भगिनी भवती पठति वा? महोदय प्रयत्नं करोमि। केवलं गुणत्वमेव लक्षणम् अस्तु चेत् इयं गुणत्वजातिः रसादिगुणेषु वर्तते इति रसादौ सर्वत्रैव अतिव्याप्तिः। अग्रे केवलं गुणत्वमेव लक्षणम् इति तृतीयबिन्दुः अस्ति। गुणत्वं गुणत्वम् इति लक्षणम् इति वदनेन कस्य अतिव्याप्तिः इति चर्चा। केवलं गुणत्वमेव लक्षणम् अस्ति चेत् इयं गुणत्वजातिः रसादिगुणेषु वर्तते। गुणत्वं केवलं गुणत्वम् इति वदनेन गुणजातिः वर्तते किल, गुणत्वजातिः रसादिगु रसः घ्राण श्रोत्र इत्यादि जातिः वर्तते इति रसादौ सर्वत्र अतिव्याप्तिः भवति किल। एकनिमिषम् एकनिमिषं, तत्र रसः इति समीचीनतया उक्तं, किन्तु घ्राण इति कीदृशपदार्थमस्ति? घ्राण इत्युक्ते किं? घ्राण नासिकया न न घ्राण इति किं? घ्राण इति इन्द्रियमस्ति किल भगिनि? घ्राण इन्द्रियेण किं ज्ञायते? गन्धः इति गुणः ज्ञायते। गन्धे गुणत्वम् इति जातिः अस्ति वा? न न मम प्रश्नं समीचीनतया अवगच्छन्तु। गन्धः इति कीदृशपदार्थः प्रथमं तद्वदतु। कीदृशपदार्थः? गुणः। सत्यं, गन्धः इति गुणः अस्ति किल, चतुर्विंशतिगुणाः सन्ति, तेषु अन्यतमः अस्ति गुणः सारि गन्धः। इदानीं चतुर्विंशतिगुणेषु चतुर्विंशतिगुणाः अपि गुणाः एव इति कृत्वा सर्वेषु चतुर्विंशतिगुणेषु गुणत्वम् इति जातिः वर्तते किल? हा नो, यदि गुणत्वम् इति जातिः सर्वेषु गुणेषु न वर्तते तर्हि ते सर्वे गुणाः इति न वक्तुं शक्यते एव। इति कृत्वा इदानीं गन्धे अपि गुणत्वं वर्तते, रसः इति गुणे अपि गुणत्वं वर्तते, शब्द इति रसः इति गुणे अपि गुणत्वम् इति जातिः वर्तते, गन्धः इति गुणे अपि गुणत्वम् इति जातिः वर्तते, स्पर्शः इति गुणे अपि गुणत्वम् इति जातिः वर्तते, शब्दः इति गुणेऽपि गुणत्वम् इति जातिः वर्तते। इदानीं गुणत्वम् इति एव एकं दलं रूपस्य लक्षणं, गुणरूपः इत्युक्ते किं? गुणत्वम् इति तावदेव वदामश्चेत् इदानीं गन्धे अपि गुणत्वं वर्तते इति कृत्वा, रसे अपि गुणत्वं वर्तते इति कृत्वा तत्र सर्वत्र अतिव्याप्तिः भवति किल? सर्वत्र सर्वत्र सर्वे गुणेषु सर्वेषु गुणेषु गुणेषु वाणेषु वा आम् अतिव्याप्तिः भवत्येव किल? सर्वेषु गुणेषु गुणत्वमस्ति, गुणत्वजातीय गुणत्वजातिः अस्ति इति कृत्वा सर्वेषु गुणेषु अतिव्याप्तिः भवति भवति। अस्तु समीचीनम्। अस्तु, इतः दल इतः दलद्वयमादाय च चिन्तयामः अग्रे अग्रे इदानीं दलद्वयं स्वीकृत्य इदानीं प्रत्येकं दलमेव स्वीकृत्य चिन्तनं कृतम् इदानीं दलद्वयं स्वीकृत्य अस्तु इदानीं बालसुब्रह्मण्य महोदय अग्रे पठतु महोदय इतः दलद्वयम् आदाय चिन्तयामः एकं द्वे चतुर् इन्द्रियनिष्ठजनकतानिरूपित चक्षुर् इन्द्रियनिष्ठजनकतानिरूपित जन्यताश्रय प्रत्यक्षविषयत्वं चक्षुर्भिन्न इन्द्रियनिष्ठजनकतानिरूपित जन्यताश्रय प्रत्यक्ष विषयत्व अभावः इति एतद्दलद्वयमेव अस्तु लक्षणमिति चेत् उरूपे विद्यमाना या रूपत्वजातिः तस्याम् अतिव्याप्तिः तथा तावद्वदतु महोदय चक्षु इन्द्रिय निष्ठजनकता रूपितजन्यताश्रय प्रत्यक्ष द्वितीय न्यायशैल्याम् उक्तं तत्र सामान्यरीत्या वदतु सामान्यरीत्या चक्षु इन्द्रियभिन्न इन्द्रियेण अत्र अग्राह्यत्वम् अस्ति इति द्वितीयदलम् अत्र दलद्वयं स्वीकृतं तौ कौ इति वदति वा ते के इति वदति वा दलद्वयं मिलित्वा दलद्वयम् आदाय चिन्तनमस्ति किल प्रथमदलं किं द्वितीयदलं किम् इति द्वयमपि वदतु प्रथमदलं चक्षुर् इन्द्रियेण ग्राह्यत्वम् इति चक्षुरिन्द्रियग्राह्यत्वम् इति प्रथमदलं द्वितीयदलं चक्षुर्विन्द्रियभिन्न इन्द्रियेण अग्राह्यत्वम् चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं समीचीनम् इति मिलित्वा दलद्वयं मिलित्वा स्वीकुर्मश्चेत् तत्र कुत्र अतिव्याप्तिः भवति तत्र अस्तु लक्षणमिति चेत् रूपे विद्यमाना रूपत्वजातिः रूपत्वजातिः अतिव्याप्तिः इति उक्तम् हा रूपत्वजातिः इति अवगच्छति वा किमिति रूपत्वं रूपः रूपत्वम् इति रूपस्य जातिः हा रूपत्वम् इति जातिः इदानीं नीलरूपे रूपत्वमस्ति वा अस्ति नीलरूपत्वम् हा तत्र नीलरूपवतिमिति मा वदतु तत्र केवलं रूपत्वं नीलरूपे सत्यं नीलरूपत्वे नीलरूपत्वम् अस्ति नीलरूपे नीलरूपत्वम् अस्ति किन्तु नीलरूपे रूपत्वमस्ति पीतरूपे रूपत्वमस्ति हरितरूपे अपि रूपत्वमस्ति शुक्लरूपे अपि रूपत्वमस्ति इति कृत्वा तत्र सर्वेषु रूपेषु रूपत्वम् इति जातिः वर्तते किल तादृशजातिः चक्षुषा गृह्यते वा गृह्यते एव सत्यम् अतः रूपत्वम् इति जातौ तत्र चक्षुर् इन्द्रियग्राह्यत्वं वर्तते किल चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं वर्तते वा रूपत्वे रूपत्वजातौ रूपमस्ति चक्षुर्भिन्न न वर्तते किञ्चित् प्रतिपादयतु भवान् अवगच्छति वा इति कथं वा अहं जानामि तत्र प्रतिपादयतु चक्षुर्भिन्नेन्द्रिय इदानीम् उदाहरणत्वेन चक्षुर्भिन्नेन्द्रियं किमपि स्वीकृत्य वदतु रसन इन्द्रियेण रूपत्वं न ग्राह्यते सत्यं रूपत्वं न ग्राह्यते घ्राण इन्द्रियेण रूपत्वं न ज्ञायते चक्षु श्रोत्र इन्द्रियेण न ग्राह्यते, त्वक् इन्द्रियेण एव किञ्चित् समस्याः अस्ति. त्वगिन्द्रियेण रूपं ग्रहीतुं शक्यते वा? न शक्यते. यदि त्वगिन्द्रियेण रूपं न ग्रहीतुं शक्यते तर्हि रूपत्वजातिमपि न ग्रहीतुं शक्यते. रूपस्य ग्रहणेन एव रूपत्वजातिग्रहणमपि भवति किल? आम्. गोत्वग्रहणेन एव गोः ग्रहणेन एव गोत्वस्य ग्रहणमपि भवति. इति कृत्वा तत्र रूपस्य अग्रहणेन रूपत्व अग्रहणमपि भवति. इति कृत्वा त्वचा अपि रूपत्वजातिः न ग्रहीतुं शक्यते, मनसा अपि न ग्रहीतुं शक्यते. अतः रूपत्वजातौ चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अस्ति एव. क्षम्यताम्, अग्राह्यत्वं नास्ति एव. चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् एकनिमिषं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपत्वजातौ अस्ति वा न वा? इदानीं भवान् वदतु. अस्ति. हा, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपत्वे अस्ति. रूपत्वे अस्ति. अपि च चक्षुरिन्द्रियग्राह्यत्वम् अपि रूपत्वे अस्ति. रूपत्वम् इति जातिः चक्षुषा गृह्यते एव किल? इति कृत्वा तत्र रूपत्वे अतिव्याप्तिः भवति. अस्ति भवति, भवता उक्तं किल चक्षुर् इन्द्रियग्राह्यत्वं रूपत्वे अस्ति, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वमपि रूपत्वे अस्ति. रूपत्वम् इत्युक्ते रूपत्वजातौ अस्ति. इति कृत्वा रूपत्वे अतिव्याप्तिः भवति एव. एतद् दलमेव स्वीकुर्मश्चेत् तत्र रूपत्वे अतिव्याप्तिः भवति एव. क्षम्यतां महोदय, द्वितीयदलं रूपभिन्न चक्षुर्भिन्न रूपभिन्न नास्ति, चक्षुर्भिन्न इन्द्रियेण चक्षुर्भिन्न इन्द्रियेण रूपत्वे नास्ति. हा, तदेव अस्माभिः उक्तं, तदेव दलं किल चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम्. चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपत्वे वर्तते, चक्षुरिन्द्रियग्राह्यत्वमपि रूपत्वे वर्तते. इति कृत्वा तत्र एतद्वलं दलद्वयं वदामश्चेदपि रूपत्वजातौ अतिव्याप्तिः भवत्येव. अतः तत्र दोषः वर्तते. एतद्दलद्वयमेव वदामश्चेदपि तत्र दोषः वर्तते. समीचीनम्. इदानीं तत्र श्रीराममहोदय, भवान् अग्रे पठति वा? तथा हि तथा हि यथा घटे विद्यमानं रूपं चक्षुर् इन्द्रियेण गृह्यते तथा तद् वृत्तिरूपत्वजातिरपि गृह्यते. न हि सा चक्षुषः इतरैः घ्राणादिभिः इन्द्रियैः ज्ञातुं शक्या. तथा च तस्यां जातौ प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते. एवं चक्षुर्भिन्नेन्द्रियग्राह्यत्वरूपं द्वितीयं दलम् अपि अस्ति. अतः एवं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वरूपं चक्षुर्भिन्नेन्द्रियाग्राह्यत्वम् इति अस्ति, द्वितीयदलम् अपि अस्ति. अतः रूपत्वे अतिव्याप्तिः. इदानीं दलद्वयं स्वीकुर्मश्चेत् प्रथमदलम् अस्ति चक्षुर् इन्द्रियग्राह्यत्वं, द्वितीयम् अस्ति चक्षुर् इतर इन्द्रियैः अग्राह्यत्वं. केवलं दलद्वयं स्वीकुर्मश्चेत् इदानीं तथा हि यथा घटे विद्यमानं रूपं घटे नीलरूपम् अस्ति चक्षुरिन्द्रियेण गृह्यते तद् चक्षुरेन्द्रेण गृह्यते नीलरूपं चक्षुरेण गृह्यते तथा तद् वृत्तिरूपत्वजातिरपि गृह्यते तत्र वृत्तिरूपत्वजाति इदानीं नीलरूपत्वम् इति रूपत्वजातिः तत्र रूपे अस्ति नीलरूपत्वम् इति रूपत्वम् इति वृत्तिरूपेण रूपे अस्ति न हि सा चक्षुषः इतरैः ग्राणादिभिः इन्द्रियैः ज्ञातुं शक्या इदानीं महोदय एकनिमिषं तत्र वृत्तिरूपेण इति भवता उक्तं तत्र अर्थः कः वृत्तिरूपेण इत्युक्ते किं वृत्तिरूपेण इत्युक्ते आधारादेयः वृत्ति इति आदेयः रूपः तद् वृत्तिरूपेण इति अत्र आदेयः कः आधारः कः इति वदति वा आधारः अस्ति रूपं तस्य आदेयः अस्ति रूपत्वं समीचीनं बहु समीचीनं रूपम् इति आधारः रूपत्वं रूपम् इति गुणः आधारः रूपत्वम् इति जातिः कुत्र वर्तते रूपे वर्तते इति कृत्वा आदेयः अत्र रूपत्वम् इति जातिः समीचीनम् अग्रे महोदय न हि सा चक्षुषः इतरैः ग्राणादिभिः इन्द्रियैः ज्ञातुं शक्या इदानीं रूपं वा रूपत्वं वा ग्राणादिभिः इन्द्रियैः चक्षुर्भिन्न इन्द्रियैः ग्राणं रसं रसेन्द्रियं ग्राणेन्द्रियं श्रोत्रेन्द्रियं त्वगिन्द्रियै एतैः इन्द्रियैः रूपं वा रूपत्वं वा ज्ञातुं न शक्य किमर्थं शक्य इति लिखितं महोदय ज्ञातुं शक्य ज्ञातुं शक्य इति किं किं ज्ञातुम् अशक्य सा न शक्य सा न सा चक्षुः सा इत्युक्ते का रूपत्वजातिः रूपत्वजातिः इति स्त्रीलिङ्गपदमस्ति किल रूपत्वजातिः न तुं न शक्य अतः शक्या सा इति उक्तं जातिः इति स्त्रीलिङ्गपदम् अतः तथा च तस्यां जातौ प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते तस्यां जातौ इदानीं जातौ जात्यां प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते यदा जातौ इत्युक्ते कस्यां जातौ रूपत्वजातौ समीचीनं रूपत्वजातौ चक्षुर्ग्राह्यत्वं वर्तते चक्षुषा वर्तते एवं चक्षुषा रूपं गृह्यते अपि च तस्मिन् विद्यमान रूपत्वमपि ज्ञायते ज्ञायते चक्षुर्भिनेन्द्रिय अग्राह्यत्वरूपं द्वितीयदलमपि अस्ति इदानीं अग्राह्यत्वं यदा वयं रूपं न गृह्यामः पश्यामः इति रूपं न पश्यामः तदा रूपत्वमपि न पश्यामः एवं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं द्वितीयदलमपि रूपत्वजातौ अस्ति अतः गृह्यामहे इति भवति गृह्यामहे अस्तु गृह्यते इति आत्मनेपदम् अतः गृह्यति वयं गृह्य न गृह्यामहे तर्हि द्वितीयदलम् अपि रूपत्वजातौ द्वितीयदलम् अपि अस्ति अतः रूपत्वे अतिव्याप्तिः अस्ति जातौ रूपत्वजातौ अतिव्याप्तिः वर्तते वयं केवलं दलद्वयं स्वीकुर्मश्चेत् गुणम् इति दलं न स्वीकुर्मश्चेत् तत्र जात्याम् अतिव्याप्तिः भवति रूपत्वजात्याम् अतिव्याप्तिः भवति समीचीनं रूपत्वजात्यां तत्र प्रत्येकं दलस्य इदानीं दलद्वयं मिलित्वा स्वीकृत्य चिन्तनं कृतं, तत्र प्रत्येकं दले रूपत्वं रूपत्वजातौ अतिव्याप्तिः अस्ति इति कृत्वा रूपत्वजातौ अतिव्याप्तिः, अतः गुणत्वम् इति दलं योजनीयं भवति. इदानीं रूपत्वम् इति जातौ गुणत्वं वर्तते वा? विजया भगिनी किं चिन्तयति? रूपत्वजातौ गुणत्वं वर्तते वा? वर्तते एव खलु जि. रूपत्वजातौ गुणत्वं वर्तते वा इति मम प्रश्नः. जातौ गुणः न, परन्तु रूपे एव वर्तते. हा, तत् मम प्रश्नः नास्ति किल. मम प्रश्नः कः? रूपत्वजातौ गुणत्वं वर्तते वा नास्ति किल? न. हा, रूपत्वजातौ गुणत्वं न वर्तते इति कृत्वा इदानीं तृतीयदलं गुणत्वम् इति तृतीयदलं योजयामश्चेत् रूपत्वजातौ विद्यमान अतिव्याप्तिः निवारितं भवति किल? अतः गुणत्वम् इति दलस्य आवश्यकता अस्ति. अस्तु, विजया भगिनी भवती एव इदानीं वदतु. तत्र इदानीम् अस्माभिः चत्वारः सम्भावनाः चिन्तिताः भवन्ति. तत्र प्रथमदलमस्ति चक्षुर्ग्राह्यत्वम्, द्वितीयदलमस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम्, तृतीयदलमस्ति गुणत्वम्. इदानीं चत्वारः सम्भावनाः के, अपि च प्रत्येकं सम्भावनमेव लक्षणत्वेन स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति इति तत्र सङ्ग्रहरूपेण वदतु. प्रयत्नं करोति वा? भवानेव वदतु. अस्तु, अहं पृच्छामि, भवती तस्य उत्तरं वदतु. चक्षुर्ग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? अतिव्याप्तिः तत्र भिन्न इन्द्रियेण एव भवति. न. चक्षुर्ग्राह्यत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? इदानीं तत्र किमपि पदार्थः वक्तव्यः भवत्या. गुणे एव भवति खलु जि तत्र अतिव्याप्तिः? न, घटे भवति इति वदतु. चक्षुर्ग्राह्यत्वं रूपे अस्ति किन्तु घटे अपि अस्ति किल. घटं चक्षुषा गृह्यते. इदानीं चक्षुर्ग्राह्यत्वम् इति तावदेव लक्षणं वदामश्चेत् रूपे अस्ति एव, रूपं चक्षुर्ग्राह्यमस्ति, किन्तु घटः अपि चक्षुर्ग्राह्यमस्ति इति कृत्वा घटे अतिव्याप्तिः इति तावदेव वदतु. अस्तु, इदानीं द्वितीयदलं समानसमये चक्षुर्ग्राह्यं चक्षुः एव ग्राह्यम् इति रूपम् एव वदामः. एकनिमिषं भगिनि, भगिनि इदानीं प्रत्येकं दलं स्वीकृत्य वयं चिन्तनं कुर्मः. तत्र चक्षुरेव इति किमर्थम् एव पदस्य योजनं करोति? न करोतु. चक्षुर्ग्राह्यत्वम् इति एव लक्षणम् इति स्वीकुर्मश्चेत् रूपे तस्य लक्षणं पतति किन्तु घटे अपि भवति इति कृत्वा घटे अतिव्याप्तिः. तावद् अवगच्छति वा? अस्तु, इदानीं द्वितीयदलम्, इदानीं द्वितीयदलं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति एव दलं वदामश्चेत् कुत्र अतिव्याप्तिः भवति? अस्मिन्नेव वर्गे अस्माभिः अधीतम्, तत्र द्वितीयबिन्दुः अस्ति किल. अन्तिमवाक्यम् अन्तिमपदद्वयं तत् पठतु एकवारं. केवलं गुणत्वमेव वा? न. अत्र चतुस्सप्ततिः तमपुटे द्वितीयबिन्दुः अस्ति किल. द्वितीयबिन्दोः तत्र अन्तिमवाक्ये अन्तिमपदद्वयं पठतु, केवलम् अन्तिमपदद्वयमेव. तथा च चक्षुर्भिन्नानि यानि प्राणादीनि अन्तिम भगिनी अहं यत् यद् वदामि तद् भवती अवगच्छति वा? अन्तिमपदद्वयं तदेव पठतु. द्वितीयबिन्दु एव खलु जि? आं, द्वितीयबिन्दौ बहूनि वाक्यानि सन्ति, तत्र अन्तिमवाक्ये अन्तिमपदद्वयम्. एवं सति? हा, तद् अन्तिमवाक्यमस्ति. तस्मिन् वाक्ये अन्तिमपदद्वयं किम्? गुरुत्वे अतिव्याप्तिः. हा, अतः चक्षुर्भिन्न अग्राह्यत्वम् इति एव दलं स्वीकुर्मश्चेत् गुरुत्वे अतिव्याप्तिः भवति. अस्तु अस्तु, आम् आं जि. हा, इति तत्र मनसि एतादृशं स्थापयामश्चेत् तत्र बोधः जायते. आहत्य चिन्तनं बहु किमपि अस्माभिः कृतं, किन्तु चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं कुत्र वर्तते? गुरुत्वे वर्तते इति कृत्वा, यद्यपि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं रूपत्वे रूपे अपि अस्ति, किन्तु गुरुत्वे अपि अस्ति इति कृत्वा गुरुत्वे अतिव्याप्तिः भवति. अस्तु, इदानीं तृतीयदलं गुणत्वम् इति एव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? अतिव्याप्तिः तत्र लक्षणं, तत्र सर्वे गुणाः, हा, सर्वेषु गुणेषु भवति किल, सर्वे अपि सर्वेषु गुणेषु गुणत्वम् इति जातिः वर्तते. यदि गुणत्वमेव, हा, सर्वेषु गुणेषु तत्र विहाय सर्वेषु गुणेषु अतिव्याप्तिः भवति. अतः रसे अतिव्याप्तिः भवति इति वदामश्चेत् पर्याप्तं भवति. एकमेव उदाहरणं वदामश्चेत् तत्र अतिव्याप्तिः भवति चेत् सर्वत्र तत्र इदानीम् अन्यत्रापि अतिव्याप्तिः भवति इति न वक्तव्यमस्ति. लक्षणं केवलं लक्ष्ये एव भवेत्, अन्यत्र कुत्रापि न भवेत् इति अस्माकं लक्ष्यमस्ति. अतः गुणत्वम् इति एव दलं वदामश्चेत् तत्र रसे अतिव्याप्तिः, रसे अतिव्याप्तिः भवति. इदानीम् अन्तिमप्रश्नः अस्ति, चक्षुर्ग्राह्यत्वम् अपि च चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? प्रथमं तु अतिव्याप्तिः घटे अस्ति, द्वितीयं तु अतिव्याप्तिः गुरुत्वे अस्ति. न, इदानीं मिलित्वा, इदानीं मिलित्वा वयं स्वीकृतवन्तः. चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं मिलित्वा स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति? रूपत्वे. हा, रूपत्वजातौ, समीचीनं, बहु समीचीनं. रूपत्वजातौ अतिव्याप्तिः भवति इति चत्वारः सम्भावनाः. समीचीनं भगिनि, धन्यवादः. इति चत्वारः सम्भावनाः अस्माभिः अधीताः एतावत्पर्यन्तम्. इदानीम् अग्रिमवर्गे तत्र अवशिष्टसम्भावनाद्वयम् अपि अस्माभिः तत्र दृश्यते. अस्तु, एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? जि, रूपत्वे जातौ इति एतत् प्रश्नः किम्? हा, अत्र अत्र अत्र प्रश्नः मया किं कृतं, चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं स्वीकृत्य पश्यामश्चेत् कुत्र अतिव्याप्तिः भवति इति प्रश्ने कृते रूपत्वजातौ अतिव्याप्तिः भवति इति तस्य उत्तरमस्ति. धन्यवादः. अस्तु, इदानीम् अवशिष्टदलम् अवशिष्टसम्भावनाद्वयमस्ति, तत् किम् इति चेत् चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति एकं, चक्षुर्ग्राह्यत्वे सति गुणत्वम् इति द्वितीयम् इति सम्भावनाद्वयं वर्तते. यदि एतद् एतदेव लक्षणम् इति स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति इति अग्रिमवर्गे पश्यामः. समयः जातः, अत्र स्थगयामः. धन्यवादः. धन्यवादाश्च.